Hello. Okay. Ragini, I'm at my get together. I can't join the party. I mean, after the party, I can just join for a little while. Ha ha. Chinta nasti. Tra mute karatu krite. No, I can't hear you because it's too loud here. So I'll have to stop. I'll have to get out of it. अस्तु भगिनि म्यूट् करोतु. हा हा यदा शक्नोति तदा आगच्छतु, चिन्ता नास्ति. अस्तु, तर्हि इदानीम् अस्माकं विषयः अस्ति संयोगः इति. अत्र नियमद्वयम् अस्माभिः दृष्टवन्तः. तर्हि प्रथमम् आसीत् तत्र अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इति एकमस्ति. द्वितीयम् आसीत् तत्र प्रथमं तु अवयवस्य संयोगः अस्ति कर्मजः संयोगः. कर्मजः संयोगः भवति इति कृत्वा अवयविनः संयोगः भवति संयोगजः संयोगः इति अस्माभिः अत्र दृष्टम्. तदनन्तरम् अत्र नूतनप्रश्नः आगतः. किम् इत्युक्ते अत्र यदा अवयवसंयोगेन अवयविनः संयोगः जायते संयोगजः संयोगः जायते इति अस्ति चेत् अत्र कपालद्वयम् अस्ति इति स्वीकुर्मः चेत् अत्र कपालद्वयसंयोगेन तस्य अवयवी इत्युक्ते घटः घटे संयोगः भवति वा इति. इत्युक्ते कपालयोः परस्परसंयोगेन तत्र अवयविनि घटे संयोगः भवति वा इति प्रश्नः आगतः. तस्य समाधानमपि अस्माभिः गतसप्ताहे दृष्टम्. अत्र तथा न भवति. कपालद्वयसंयोगेन घटे संयोगः न भवति इति. अपि च तत्र परस्परसंयोगेन तत्र संयोगः न जायते. केवलं घटस्य उत्पादनं भवति परन्तु घटेन सह संयोगः इति नास्ति. अन्येन मूर्तद्रव्येन यदा संयोगः भवति कपालस्य तदा एव तत्र घटे संयोगः जायते इत्यपि अस्माभिः दृष्टम्. तर्हि तावत्पर्यन्तं प्रश्नः अस्ति वा अथवा अग्रे गन्तुं शक्नुमः वा? अस्तु, तर्हि रामप्रिया भगिनी भवती एव आरम्भं करोति वा अत्र? अधुना क्षम्यतां भगिनि, अधुना इति अस्ति तत् परिचयदेव. सत्यं सत्यं, तस्मात् आरम्भं कुर्मः. अधुना कपाले काचित् क्रिया जाता, कर्म जातम्. तेन कर्मणा घटे संयोगः न उत्पद्यते यथा उपरि उक्तम्. तेन कर्मणा यः कोऽपि संयोगसम्बन्धः भवति स च संयोगः कपालस्य एव न तु घटस्य. अतः अत्र कर्मजः संयोगः अवयविनी घटे अवश्यं न जायते. पुनः अवयवसंयोगेन द्वयोः कपालयोः परस्परसंयोगेन अपि संयोगेन अपि अवयविनी घटे संयोगतः संयोगः न जायते इत्युक्तौ अस्माकं नियमः अवयवसंयोगेन अवयविनिः अवयविनः संयोगजः संयोगः जायते इत्यत्र कार्यं न करोति. कपालयोः परस्परसंयोगेन अवयविनी घटे कोऽपि संयोगः न जायते इति अवश्यं स्वीकरणीयम्. अत्र प्रथमं प्रश्नः अस्ति यत् कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्यमुत् द्रव्येण सह जायते वा इति. तत्र नास्ति इति पूर्वतनदृष्टे अस्ति परिच्छेदे. अत्र अधुना कपाले काचित् क्रिया जाता, कर्म जातम्. अत्र इदानीं यदा कपाले किमपि क्रिया भवति चेत् तेन कर्मणा घटे संयोगः न उत्पद्यते यथा पूर्वयुक्तम्. एतत् क्रिया घटेन सह संयोगः न उत्पद्यते. तेन कर्मणा यः कोऽपि संयोगसम्बन्धः भवति स च संयोगः कपालस्य एव न तु घटस्य. एतत् क्रिया किमपि भवति कपाले तद् संयोगसम्बन्धः यः कोऽपि संयोगसम्बन्धः भवति तद् कपाले एव भवति, घटस्य सम्बन्धः कोऽपि नास्ति तद् क्रियया. तदेव किल भगिनि? सत्यम्. अतः अत्र कर्मजः संयोगः अवयविनी घटे अवश्यं न जायते. आम्, तदेव उक्तम् अत्र. कर्मजः संयोगः यद् कपाले भवति तद् घटे अवयविनी घटे न तस्य सम्बन्धः कोऽपि नास्ति इति. सम्बन्धः कः? पुनः अवयविसंयोगेन द्वयोः कपालयोः परस्परसंयोगेन अपि अवयविनी घटे संयोगजः संयोगः न जायते. पुनः एतदेव उक्तमत्र, अवयवसंयोगेन इत्युक्ते कपालसंयोगेन द्वयोः कपालयोः एव संयोगः भवति परस्परं, परन्तु अवयविनी यदा कटेन सह तस्य संयोगजः संयोगः न जनयति इति. इत्युक्तौ अस्माकं नियमः, प्रथमं पूर्वमेव वयं पठितवन्तः, अवयवसंयोगेन अवयविनिः अवयविनः संयोगजः संयोगः जायते इति, तद् अत्र कार्यं न करोति. इत्युक्तौ कपालयोः परस्परसंयोगेन अवयविनी घटे कोऽपि संयोगः न जायते इति नूतन नियमः, इति अपि नियमः. हा, इत्युक्ते इति, इत्युक्ते तत्र अवयवसंयोगेन अवयविनी संयोगः भवति, परन्तु अवयवयोः परस्परसंयोगेन अवयविनी संयोगः न जायते इति तत्र किञ्चित् भेदः वर्तते खलु तत्र द्वयोः वाक्ययोः मध्ये. तत्र परस्परसंयोगः यत्र अस्ति तत्र तु अवयविनी तत्र संयोगः किमपि संयोगः कोऽपि न उत्पद्यते इति तत्र उक्तं. तर्हि तथा नास्ति चेत् किं भवति इति तत्र अग्रिमे परिच्छेदे अस्ति, तर्हि तदपि पठतु भगिनि. भगिनि, यदा वयं शरीरहस्तम् इति स्वीकुर्मः चेत् अपि एतद् नियमः समीचीनं वा? हा, सत्यम्. इत्युक्ते तत्र यदा तत्र हस्तपादयोः संयोगः भवति चेत् तत्र संयोगः शरीरे अस्ति इति न भवति खलु. तेन संयोगेन तत्र शरीरे संयोगः जायते इति नास्ति. यदा हस्त अथवा पादसंयोगः अन्यद्रव्येण सह भवति चेत्, इत्युक्ते पुस्तकं वा उत्पीठिका वा अथवा भूमि वा यत्किमपि भवतु, तेन सह अन्यमूर्तद्रव्यं यदस्ति तेन सह तत्र हस्तस्य वा पादस्य वा संयोगः भवति चेत् प्रथमसंयोगः अस्ति कर्मजः, तदनन्तरं संयोगजः संयोगः इति शरीरे भवति इति वयं पूर्वं दृष्टवन्तः. परन्तु अन्यद्रव्यं नास्ति, अवयवः द्वयमपि अवयवः अस्ति चेत् तत्र अवयवौ इति तयोः मध्ये यदा संयोगः जायते तदा अवयविनि शरीरे संयोगः इति न वक्तुं शक्नुमः खलु. अवयवस्य संयोगः एव इत्युक्ते परस्परसंयोगः इति यथा भवति चेत् न स्वीकर्तुं चेत् किं भवति? अन्यथा यदि द्वयोः कपालयोः परस्परसंयोगेन घटसंयोगः जायते इति अस्माभिः स्वीक्रियेत तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात् अन्यस्य वस्तुनः अभावे, यत् नितरां दोषपूर्णम्। अवयविनी इदानीं संयोगः उपापादनीयः। कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति प्रतीतिः यदि स्वीकृता तर्हि केन सह? तस्यां दशायां केवलं कपालः अस्ति, घटश्च अस्ति, अतः द्वयोः संयोगः अभवत् इति मन्तव्यम्। किन्तु एतादृशी प्रतीतिः लोके न भवति। इयं प्रतीतिः अनुभवविरुद्धा। तदापि परस्पर अवयवयोः जातेन संयोगेन अवयविनी संयोगः स्वीकृतश्चेत् एषा प्रतीतिः आपद्यते, वस्तुतः अनिष्टा, वस्तुतः असम्भवति, किन्तु इदानीम् आपद्यते। यदा वयं एतद् कपालयोः परस्परसंयोगेन अवयविनी घटे कोऽपि संयोगः न जायते इति न स्वीकृतं चेत् किं भवति इति प्रश्नः। यदि द्वयोः कपालयोः परस्परसंयोगेन घटसंयोगः जायते इति अस्माभिः स्वीक्रियते तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात् इति यत् नितरां दोषपूर्णम्। द्वयोः कपालयोः परस्परसंयोगेन घटस्य संयोगः जायते यदा वयं तत् स्वीकुर्मः चेत् तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यम् इति स्वीकर्तव्यम् इति नितरां दोषपूर्णं। कपालः घटेन संयुक्तः इत्युक्ते इत्युक्ते घटकपाल हा इत्युक्ते घटकपालयोः संयोगः इति भवति खलु। अत्र कपालद्वयम् अस्ति अपि च कपालद्वयसंयोगेन घटस्य उत्पादनम् अभवत्। इदानीं कपालद्वयस्य तत्र परस्परसम्बन्धः क्षम्यतां परस्परसंयोगः यः अस्ति तेन संयोगेन घटे संयोगः जायते इति वदामः चेत् तत्र किं भवति? घटे संयोगः अस्ति इदानीम् इति स्वीकुर्मः चेत् तत्र किं भवति इति इदानीम् अत्र दत्तमस्ति खलु। इत्युक्ते तत्र इदानीं घटे संयोगः इति आगच्छति। घटे संयोगः इति आगच्छति चेत् संयोगः इति द्विनिष्ठः खलु। तर्हि तत्र घटस्य संयोगः अन्यस्य वस्तुनः सह इति तर्हि घटस्य संयोगः अन्येन वस्तुना इति अस्ति चेत् तत्र अन्यवस्तु इति किम् अस्ति? तत्र केवलं कपालः एव अस्ति। तर्हि घटस्य संयोगः कपालेन इति आपतति। परन्तु तत्तु नत्तु दोषपूर्णः। यतोहि तत्र घटकपालयोः मध्ये अस्ति समवायसम्बन्धः खलु। तत्र अवयवी अस्ति। तर्हि तत्र तयोः मध्ये अवयव अवयविनोः मध्ये तत्र संयोगसम्बन्धः इति नास्ति इति वयं जानीमः। तर्हि तत्र दोषः आपतति। अवयविनी इदानीं संयोगः उपपादनीयः। कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति प्रतीतिः यदि स्वीकृता तर्हि केन सह? आम् तदेव भवती उक्तवती, केन सह एतत् संयोगः जायते इति प्रश्नः आगच्छति। तस्यां दशायां केवलं कपालः अस्ति, घटश्च अस्ति। आम् कपालः घटः एव अस्ति। द्वयोः संयोगः अभवत् इति मन्तव्यं यदा वयं द्वयोः संयोगः अभवत् इति स्वीकुर्मः चेत् किम् अभवत् इत्युक्ते तद् न भवति एव न द्वयोः संयोगः अभवत् इति स्वीकुर्मः चेत् इति न तत्र परस्परसंयोगेन घटे संयोगः जायते इति स्वीकुर्मः चेत् कपालघटयोः संयोगः इति भवति इति मन्तव्यं भवति अस्माभिः. एतद् इयं प्रतीतिः अनुभवविरुद्धा एतत् कवि न भवति इति तदापि परस्पर अवयवयोः जातेन संयोगेन अवयविनी संयोगः स्वीकृतः चेत् येषां प्रतीतिः आपद्यते. यदा वयं परस्पर अवयवयोः इत्युक्ते कपालयोः संयोगेन अवयविनी घटे संयोगः इति कृतं चेत् तद् एषा प्रतीतिः आपद्यते, परन्तु तद् असम्भवम् इति. अग्रे आहत्य अस्माकं नियमः एवम् आसीत्, अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते. अत्र कपाले काचित् क्रिया जायते, स च क्रिया द्वयोः कपालयोः संयोगनिमित्ता. सा क्रिया द्वयोः संयोगं जनयति, एतावता घटः नास्ति एव. तस्या क्रियायाः द्वयोः कपालयोः संयोगेन अवयविनी अपि संयोगः जायते इति अङ्गीकरणीयं चेत् समस्या. परस्परकपालसंयोगेन अवयविनी संयोगः अनुभवविरुद्धः, अतः नियमप्रसङ्गे किञ्चित् अग्रे चिन्तनीयम् इति पर्यवसितम्. अत्र नियमः अस्ति, प्रथम एव वयं दृष्टवन्तः, अवयवसंयोगेन अवयविनिः अवयविनः संयोगजः संयोगः जायते इति नियमः. यदा कपाले काचित् क्रिया भवति, सा च क्रिया तद् द्वयोः कपालयोः संयोगस्य निमित्तमस्ति. सा क्रिया द्वयोः संयोगं जनयति, तद् क्रिया सा क्रिया द्वयोः कपालयोः संयोगं जनयति, एतावता घटः. आम्, यदा कपालद्वयोः संयोगानन्तरमेव घटस्य उत्पादनं भवति, अतः एतावता घटः नास्ति एव. तस्याः क्रियायाः द्वयोः कपालयोः संयोगेन अवयविनी अपि संयोगः जायते इति अङ्गीकरणीयं चेत् समस्या. द्वयोः कपालयोः संयोगेन अवयविनी इत्युक्ते घटे अपि संयोगः जायते. तस्याः क्रियायाः एतत् क्रिया कपाले भवति, तस्याः क्रियायाः कारणेन यदा वयं घटे अपि संयोगः जायते इति अङ्गीकरोमि चेत् समस्या भवति इति अस्ति. आम्, तत्र तस्याः क्रियायाः इत्युक्ते क्रिया इति तत्र अवयविनी यः संयोगः भवति तस्य निमित्तं नास्ति खलु, क्रिया इति तस्य निमित्तं नास्ति वस्तुतः. तत्र तस्य क्रिया यदा तत्र क्रिया जायते तया क्रियया किं भवति, तया क्रियया कपाले संयोगः भवति. कपाले संयोगः भवति इति तेन संयोगेन घटे संयोगः इति. परन्तु तदा इदानीं तत्र यदा परस्परसंयोगः तथा भवति तत्र अवयविनी अपि इत्युक्ते घटे अपि संयोगः भवति इति स्वीकुर्मः चेत् तत्र समस्या भवति. तत्र समस्या किम् इति पूर्वं दृष्टं खलु. तस्याः क्रियायाः इत्युक्ते कपालयोः मध्ये एतत् क्रिया भवति तदेव किल. हा, कपालनिष्ठक्रिया. तया क्रियया तत्र कपालद्वयसंयोगः. कपालद्वयसंयोगेन अवयविनी अपि संयोगः इति स्वीकुर्मः चेत् तत्र यदा अवयविनी क्रिया इति आगच्छति तत्र समस्या अस्ति. सम्बन्धं नास्ति इति. तत्र सम्बन्धं नास्ति इति न, तत्र संयोगः नास्ति इति. तदर्थमेव अस्माकं नियमस्य किञ्चित् प्रायः परिष्करणीयम् इति आगच्छति खलु. यतोहि अस्माकं नियमः आसीत् तत्र अवयवसंयोगेन अवयविनी संयोगः संयोगजः संयोगः जायते इति. परन्तु अवयवसंयोगेन इति वदामः चेत् तत्र परस्परसंयोगः अपि तत्र अन्तर्भूतः भवति खलु. परन्तु तथा नास्ति इति इदानीम् अस्माभिः दृष्टं. तर्हि तत्र नियमे तत्र परिवर्तनं किम् इति इदानीं किञ्चित् चिन्तनीयम्. उत्तमं. तर्हि अग्रे सुनील् महोदय भवान् पठति वा. कुतः एषः अवयविनी घटे न उत्पद्यते इति विचारे मूर्तयोः युधसिद्धयोरेव कर्मजः संयोगजः वा संयोगो भवति न अन्योः इति निश्चितम्. युधसिद्धिः नाम किं? विद्याधर्यां युधसिद्धिः इत्यस्य पृथक् सिद्धिः पृथक् पृथगवस्थितिः इति अर्थः. सम्बन्धिनोः परस्परपरिहारेण पृथक् आश्रये स्थितिरित्यर्थः. यदा भूतलघटयोः भवति युधसिद्धिः. घटः भूतलं विहाय स्वसमवायकारणे कपाले, भूतलं च घटं विहाय स्वसमवायकारणे भवति. अतः त्वौ युधसिद्धौ. एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः. कः निर्णयः इति चेत् यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवेत् तदा ते द्वे द्रव्ये कीदृशे स्यात् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्. ते द्वे द्रव्ये युधसिद्धे एव स्याताम्, न तु अयुधसिद्धे. अयुधसिद्धयोः द्रव्ययोः द्वयोः द्रव्ययोः कदापि संयोगः न भवति, युधसिद्धयोः द्रव्ययोः एव भवति. इदानीम् अत्र एषः अवयविनी घटे न उत्पद्यते इति वयम् अत्र प्रश्नः अस्ति. तस्मिन् विचारे अत्र मूर्तयोः युधसिद्धयोः तत्र एकक्षणं तत्र एषः इत्युक्ते किम्? कुतः एषः अवयविनी घटे न उत्पद्यते इति विचारे अत्र एषः इत्युक्ते किम्? अत्र संयोगः वा? अत्र उत्तमं, संयोगः, संयोगः एव. इत्युक्ते घटे विद्यमानः संयोगः इति. हा, इत्युक्ते तत्र अवयविनी घटे संयोगः न उत्पद्यते खलु. किमर्थं न उत्पद्यते इति चिन्तयामः चेत् अत्र अत्र मूर्तयोः युधसिद्धयोरेव कर्मजः संयोगः संयोगजः वा संयोगः भवति न अन्ययोः इति निश्चितम्. अत्र पुनः युधसिद्धिः नाम किमिति पुनः आगच्छति. तस्मात् प्राक् तत्र तद्वाक्यस्य अवगमनं किञ्चित् वाक्यस्य अवगमनं कुर्मः, किञ्चित् प्रयत्नं कुर्मः तस्य अवगमनस्य, तर्हि मूर्तयोः इतसिद्धयोः एव कर्मजः संयोगजः वा संयोगः भवति, न अन्ययोः इति निश्चितम्। इत्युक्ते मूर्तयोः इत्युक्ते मूर्तद्रव्ययोः, मूर्तद्रव्ययोः युतसिद्धयोः एव इत्युक्ते यदा तत्र द्वयोः द्रव्ययोः संयोगः जायते तत्र द्वौ अपि युतसिद्धौ भवतु इति, इत्युक्ते तत्र भवताम् इति, इत्युक्ते तत्र यदा तौ द्वौ द्रव्य ते द्वे द्रव्ये अयुतसिद्धे तर्हि तत्र संयोगः न भवति। यदा ते द्वे द्रव्ये युतसिद्धे तत्र एव संयोगः जायते इति अस्ति। इत्युक्ते न अन्ययोः इत्युक्ते यत्र युतसिद्धद्रव्यं नास्ति तर्हि तादृश द्रव्यद्वयम् अस्ति चेत् तत्र संयोगः, कर्मजः वा भवतु संयोगजः वा भवतु कीदृशः अपि संयोगः तत्र न सम्भवति इति, न भवति इति। इत्युक्ते अत्र हस्तः पुस्तकम् इति अत्र युतसिद्धिः इति वक्तुं शक्नुमः वा? हा, हस्तः द्रव्यम् क्षम्यतां, हस्तः पुस्तकम् इति युतसिद्धद्रव्यं। तर्हि इदानीम् अग्रे पश्यामः युतसिद्धिः नाम किं, युतसिद्धद्रव्यम् इत्युक्ते किम् इति अग्रे आगच्छति। परन्तु इदानीम् अस्माकम् अवगमनमस्ति तर्हि युतसिद्धिः इति किमपि अस्ति, यत्र युतसिद्धिः नास्ति तत्र द्वयोः तत्र द्रव्ययोः मध्ये तत्र द्रव्यद्वयमपि युतसिद्धद्रव्यम् इति नास्ति चेत् तत्र संयोगः न भवति इति अस्माकम् अवगमनम् अभवत्। इदानीं युतसिद्धिः नाम किं, युतसिद्धद्रव्यम् इत्युक्ते किम् इति पश्येम। अत्र युतसिद्धिः नाम किम्, अत्र विद्याधर्याम् आगच्छति युतसिद्धिः इत्यस्य पृथक् सिद्धिः, पृथक् अवस्थितिः इति अर्थः। सम्बोधनोः सम्बन्धिनोः परस्पर परिहारेण पृथक् आश्रये स्थितिः इति अर्थः। इत्युक्ते सम्बन्धिनोः इत्युक्ते अत्र मूर्तद्रव्योः इति वा, मूर्तद्रव्योः परस्पर परिहारेण पृथक् आश्रये स्थितिः इति अर्थः। इत्युक्ते एकस्मिन् एकस्मिन् अवयविनः भागौ न इति वा, तत्र पृथक् आश्रये इति हा सत्यम्। इत्युक्ते तत्र तत्र द्रव्यद्वयम् अस्ति चेत् तत्र तयोः मध्ये पृथक् आश्रितः इति भवतु इति, इत्युक्ते पृथक् आश्रये स्थितिः इत्युक्ते ते तस्य आश्रयः पृथक् इति। यथा इदानीं तत्र उदाहरणमस्ति खलु, घटः भूतलम् इति अस्ति, तर्हि घटः भूतले आश्रितः इति नास्ति। इत्युक्ते भूतलं यदा घटः भूतले अस्ति तत्र भूतलं विहाय स्व अवयवे तत्र आश्रितः अस्ति खलु, इत्युक्ते कपाले आश्रितः अस्ति, तद्वत् भूतलमपि स्व अवयवे अथवा स्वसमवायिकारणे आश्रितः अस्ति। तर्हि परस्पर अथवा पृथक् आश्रितः घटकपालौ पृथक् आश्रय क्षम्यतां घटभूतलं इति अस्ति चेत् घटभूतले पृथकाश्रिते इति वक्तुं शक्नुमः खलु. यतोहि घटस्य आश्रयः पृथक्, भूतलस्य आश्रयः पृथक्. अतः अत्र सम्बन्धिनोः परस्परपरिहारेण पृथक् आश्रये स्थितिः इति अर्थः. अतः तदेव भगिनी उक्तवती. उदाहरणं तदेव, यथा भूतलघटयोः भवति युतसिद्धिः, घटः भूतलं विहाय स्वसमवायिकारणे कपाले, भूतलं च घटं विहाय स्वसमवायिकारणे भवति. इत्युक्ते अत्र भूतलस्य आश्रयः भिन्नः कपालस्य घटस्य आश्रयात् इति. अतः तत्र पृथक् आश्रयत्वं भवति इति. अतः त्वौ युधसिद्धौ, अत्र घटः भूतलमिति त्वौ युधसिद्धौ इति. एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः. कः निर्णयः इति चेत्, यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवेत् तदा ते द्वे द्रव्ये कीदृशी स्याताम् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्. अत्र पूर्वोक्तरीत्या अस्माभिः प्रथमं द्रष्टव्यं द्रव्यस्य आश्रयः कः इति. अतः तादृश आधारेण एव एकं निर्णयं स्वीकर्तुं शक्नुमः अत्र संयोगः कथं भवति इति. तत् द्रव्यद्वयम् अस्ति चेत् तत्र एकैकस्य द्रव्यस्य आश्रयः कः इति प्रत्येकं प्रत्येकं ज्ञातव्यम्. ते द्वे द्रव्ये युधसिद्धे एव स्यातां, न तु अयुतसिद्धे. अत्र युधसिद्धिः इति तावदेव, तत्र द्रव्यद्वयं युधसिद्धे एव अस्ति इति प्रथमं ज्ञातव्यमिति, न तु अयुतसिद्धे. अयुतसिद्धे इत्युक्ते अत्र विपरीतम् अत्र युधसिद्धस्य अयुधसिद्धयोः द्रव्ये द्वयोः द्रव्ययोः कदापि संयोगः न भवति. अत्र भूतलघट घट उदाहरणे अत्र युधसिद्धिः युधसिद्धौ स्तः इति वयम् इदानीं दृष्टवन्तः. अत्र अयुधसिद्धद्रव्येषु कदापि संयोगः न भवति इति. युधसिद्धयोः द्रव्ययोः एव संयोगः भवति. अग्रे कुत्रचित् द्रव्यद्वयं युधसिद्धं भवति, कुत्रचित् अयुधसिद्धं भवति. द्रव्यद्वयम् अयुधसिद्धम् एकस्मिन् स्थाने एव, यत्र एकं द्रव्यम् अपरस्य अवयवः भवति. अवयव अवयविन अवयविभावावन्नयोः द्रव्ययोः एव अयुधसिद्धत्वम्. अयुधसिद्धत्वम् इत्यस्य अर्थः एवं, द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद्द्रव्यम् अन्यं द्रव्यम् आश्रित्य एव तिष्ठति. तदानीं ते द्वे द्रव्ये अयुधसिद्धे, घटः कपालस्य इति एतद्द्रव्यद्वयम् अयुधसिद्धम्. यतोहि यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं घटस्य नाशः न भवति. यावत्पर्यन्तं घटस्य नाशः भवति तावत्पर्यन्तं घटः कपालम् आश्रित्य तिष्ठति. कपालम् अनाश्रित्य स्थातुं न शक्नोति सः, तस्य नाशपर्यन्तमपि. घटस्य नाशः भवति चेत् भिन्नः विषयः, नो चेत् कपालम् आश्रित्य तिष्ठति एव. तादृशः कश्चन सम्बन्धः तयोर्मध्ये अस्ति. अतः त्वौ द्वौ अयुतसिद्धं इदानीम् अत्र द्रव्यद्वयं स्वीकुर्मः चेत् द्वौ युतसिद्धौ भवति अथवा अयुतसिद्धौ भवति. अयुतसिद्धम् इत्युक्ते अत्र द्रव्यद्वयम् एकस्मिन् स्थाने एव इत्युक्ते अत्र हस्तः पादः इति स्वीकुर्मः चेत् अत्र एकस्मिन् शरीरे एव इति अतः एकं द्रव्यम् अपरस्य अवयवः भवति इति एकस्मिन् स्थाने एव अवयवभावापन्नयोः द्रव्ययोः एव अयुधसिद्धत्वम् अवयवावयवि भावावन्नयोः द्रव्ययोः एव अयुधसिद्धत्व इत्युक्ते अत्र तदेव अत्र एकस्मिन् स्थाने एव इति वा एकस्मिन् स्थाने इति न एकस्मिन् न एकस्मिन् स्थाने एव भवति इत्युक्ते तत्र स्थलम् इति नास्ति एकस्मिन् एकस्मिन्तः इत्युक्ते यत्र अवयव अवयवीभावः अस्ति इत्युक्ते हस्तशरीरम् अथवा पादः अपि च शरीरः इति तथा यत्र अस्ति तत्र एव तत्र अयुतसिद्धत्वम् अवयव अवयवीभावः यत्र वर्तते तत्र अयुतसिद्धत्वम् इति अयुतसिद्धत्वम् इत्यस्य अर्थः एवं द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद्द्रव्यम् अन्यं द्रव्यम् आश्रित्य एव तिष्ठति अत्र पुनः तदेव अत्र द्वयोः मध्ये एकस्य द्रव्यस्य आश्रित्यमेव भवति इति तदेव अयुतसिद्धत्वम् इति हा इत्युक्ते तत्र घटकपालस्य उदाहरणमस्ति खलु तत् स्वीकृत्य वदतु तर्हि तदेव अत्र अस्ति भवान् किं पठितवान् खलु किम् अवगतवान् तद् वदतु इत्युक्ते अत्र घटः कपालः इति स्वीकुर्मः चेत् तत् अयुधसिद्धं सिद्धत्वं भवति इति तत्र इत्युक्ते घटः अस्ति घटः कपाले तिष्ठति अत्र घटस्य नाशः भवति चेत् घटः नास्ति इति कपालमाश्रित्य एव तिष्ठति स्वनाशपर्यन्तं खलु इत्युक्ते यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तं कपालाश्रित्य एव तिष्ठति कपालमाश्रित्य एव तिष्ठति तर्हि यदा घटः एव नास्ति इत्युक्ते भिन्नवार्ता परन्तु यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तं तत्र कपालमाश्रित्य एव तिष्ठति इत्येव तदेव अत्र अयुतसिद्धत्वम् इति इत्युक्ते तयोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तम् अपरं द्रव्यमेव आश्रित्य तिष्ठति इति इत्युक्ते कपालद्वयम् अस्ति अत्र कपालद्वय संयोगेन घटः भवति अतः एकस्य कपालस्य नाशः इति अर्थः अथवा एकस्य घटस्य नाशः खलु यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तं तद् कपालमाश्रित्य एव तिष्ठति तर्हि घटस्य नाशपर्यन्तं तत् कपालमाश्रित्य तिष्ठति इति कृत्वा घटकपालयोः मध्ये अयुतसिद्धत्वम् स्पष्टं वा स्पष्टम् रामप्रिया भगिनी भवती पठति वा आम् तथैव पटः स्वस्य नाशपर्यन्तमपि तन्तुम् आश्रित्य तिष्ठति यावत् पर्यन्तं पटः भवति तावत् पर्यन्तं तन्तुभ्यः पटः पृथक् भूय न तिष्ठति, तन्तून् आश्रित्य एव तिष्ठति पटः. अपरैः शब्दैः यावत्पर्यन्तं पटः तिष्ठति अविनश्यदवस्थं तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति. अविनश्यदवस्थं नाम विनाशम् अप्राप्य. अविनश्यत् इति शत्रन्तरूपम्, अविनश्यदवस्थम् इति समस्तपदम्, अविनश्यन्ती अवस्था, अविनश्यदवस्था. अविनश्यदवस्था यस्मिन् कर्मणि तत् यथा स्यात् इति अविनश्यदवस्थं क्रियाविशेषणम्. अतः द्वितीयाविभक्तौ एकवचने नपुंसकलिङ्गे. अविनश्यदवस्थम् इति यावत्पर्यन्तं न नश्यति पटः तावत्पर्यन्तं तन्तुनाश्रित्य तिष्ठति. अतः पटः तन्तुश्च एते द्वे द्रव्ये अयुक्तसिद्धे भवतः. अत्र यदा वयं घटस्य विषये पूर्वं दृष्टवन्तः, अतः एव पटः विषये अपि, पटः नाशपर्यन्तं तन्तुमाश्रित्य तिष्ठति. यावत्पर्यन्तं पटः अस्ति तद् तन्तुभ्यः पटः पृथक् भूय न तिष्ठति. आम्, तत् तन्तुभ्यः आश्रित्य एव तिष्ठति, पृथक् न तिष्ठति इति पटः. तदेव अन्यत् अपरैः शब्दैः वदति अविनश्यद् अवस्थम् इति. तद् तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति पटः. अविनश्यदवस्थम् इत्युक्ते विनाशम् अप्राप्य, विनाशम् अप्राप्य. शत्रन्तरूपमस्ति अविनश्यत् इति, समस्तपदमस्ति. क्रियाविशेषणमस्ति, अतः द्वितीयाविभक्तौ एकवचने नपुंसकलिङ्गे अस्ति इति अस्ति. अविनश्यदवस्थम् इति यावत्पर्यन्तं न नश्यति पटः तावत्पर्यन्तं तन्तूनाश्रित्य तिष्ठति. यावत्पर्यन्तं पटः अस्ति तावत्पर्यन्तं तद् तन्तूनाश्रित्य तिष्ठति एव, तदेव अविनश्यदवस्थम् इति. ते द्वे पटः तन्तुः अयुक्तसिद्धे भवतः. उत्तमम्, अग्रे. किन्तु इदानीं घटः भूतलम् इति द्वे द्रव्ये युक्तसिद्धे, द्वयोः द्रव्ययोः मध्ये एतादृशः सम्बन्धो नास्ति. यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं भूतलम् आश्रित्य एव तिष्ठति इति नास्ति नियमः. पुस्तकम् उत्पीठिकायां, पुस्तकम् उत्पीठिकाम् आश्रित्य एव तिष्ठति इति नास्ति. उत्पीठिकाम् अनाश्रित्य अपि स्थातुम् अर्हति. अतः पुस्तकस्य उत्पीठिकायाश्च अयुतसिद्धत्वं नास्ति, युतसिद्धत्वम् एव. पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति नाशपर्यन्तम् अपि. अतः पुस्तकस्य तत् पत्राणां च अयुतसिद्धत्वम् अस्ति. आम्, अत्र यदा वयं घटः भूतलम् इति द्वे द्रव्ये स्वीकुर्मः चेत् तद् तु युतसिद्धे अस्ति. द्वयोः द्रव्ययोः इत्युक्ते घटभूतलयोः मध्ये अयुतसिद्धे इति सम्बन्धः, एतादृशं सम्बन्धः नास्ति. इत्युक्ते घटः यावत्पर्यन्तं तिष्ठति तद् भूतलमाश्रित्य न तिष्ठति. स्वसमवायिकारणेन अपि स्थातुम् अर्हति घटः. आम्, पुस्तकम् उत्पीठिका स्वसमवायिकारणे स्थातुम् अर्हति इति न, स्वसमवायिकारणे एव तिष्ठति, कारणे एव तिष्ठति. पुस्तकम् उत्पीठिकां स्वीकुर्मः चेत् तदपि पुस्तकम् उत्पीठिकाम् आश्रित्य एव न तिष्ठति, तदपि स्वसमवायिकारणेन तिष्ठति. अतः पुस्तकस्य उत्पीठिकायाश्च अयुतसिद्धत्वं नास्ति, युतसिद्धत्वमेव अस्ति इति. आम्, यदा वयं वदामः पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति इत्युक् नाशपर्यन्तम् इत्युक्ते तत्र पुस्तक तद् पत्राणां द्वयोः अयुत सिद्धौ अयुतसिद्धौ अयुतसिद्धे इत्युक्ते अत्र पुस्तकम् इति स्वीकुर्मः चेत् पुस्तकं स्वस्मिन् यानि पत्राणि सन्ति तानि अवलम्ब्य तिष्ठति पुस्तकं, खलु? तर्हि तत्र पुस्तकपर्णयोः मध्ये अयुतसिद्धत्वम् अस्ति, परन्तु पुस्तक उत्पीठिका पुस्तकम् अपि च उत्पीठिका इति स्वीकुर्मः चेत् तत्र तादृशसम्बन्धः नास्ति. यदा युतसिद्धत्वं युतसिद्धे इत्युक्ते संयोगसम्बन्धः, अयुतसिद्धे इत्युक्ते समवायसम्बन्धः इति भवति वा? हा, इत्युक्ते सत्यं, यत्र युतसिद्धत्वम् अस्ति ययोः द्रव्ययोः मध्ये तत्र एव संयोगसम्बन्धः भवति. ययोः द्रव्ययोः मध्ये अयुतसिद्धत्वम् अस्ति, तयोः मध्ये समवायसम्बन्धः. सत्यं, भवती अवगतवती इति भाति. अग्रे पठतु भगिनि. इदानीं द्वयोः संयोगः कर्मजः संयोगजः वा, सः संयोगः कुत्र भवति इति चेत् युतसिद्धयोः द्वयोः द्रव्ययोः मध्ये एव भवति इति अधुना निश्चितम्. तेन कपालस्य घटस्य च संयोगः न भवति, अपि तु कपालस्य अन्येन केनचित् पुस्तकेन सह संयोगः भवति तावदेव, यतोहि घटकपालयोः सम्बन्धः नाशपर्यन्तं तिष्ठति. एतस्मात् घटकपालौ अयुक्तसिद्धौ इति कारणेन कपालस्य घटेन सह संयोगः कदापि न भवति इति पर्यवसितम्, यतोहि तौ द्वौ अयुक्तसिद्धौ. संयोगः सर्वदापि युतसिद्धयोः द्वयोः द्रव्ययोः एव भवति. आम्, तदेव अस्ति. यदा द्वयोः संयोगः कर्मजः संयोगजः वा, सः संयोगः कुत्र भवति इति चेत् युतसिद्धयोः द्वयोः मध्ये एव भवति. यदा वयं इदानीं परिशीलितवन्तः तत्र युतसिद्धयोः द्रव्योः मध्ये एव कर्मजः वा संयोगजः वा भवति. तेन कपालस्य घटस्य च संयोगः न भवति. आम्, अत्र कपालस्य घटस्य मध्ये संयोगः न भवति, कपालस्य अन्येन केनचित् पुस्तकेन सह संयोगः भवति. तद् भवति, परन्तु कपालघटयोः मध्ये संयोगः न भवति. कपालघटे किमर्थम् इत्युक्ते कपालघटयोः सम्बन्धः नाशपर्यन्तं तिष्ठति तस्य सम्बन्धः. आम्, एतस्मात् घटकपालौ अयुक्तसिद्धौ इति कारणेन कपालस्य घटेन सह संयोगः कदापि न भवति इति पर्यवसितं, यतोहि तौ द्वौ अयुक्तसिद्धौ. घटकपालौ अयुक्तसिद्धौ इति कारणेन तस्य संयोगः कदापि न भवति. संयोगः युतसिद्धयोः द्रव्ययोः मध्ये एव भवति. अग्रे अत्र प्रश्नः उदेति, समवायसम्बन्धः अयुतसिद्धत्वं द्वयोः मध्ये भेदः अस्ति वा? अयुतसिद्धत्वम् इति द्वयोः स्वभावः, समवायः इति द्वयोः सम्बन्धः. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किम् इति पश्यन्तः स्मः. किमर्थम् इति चेत् अत्र संयोगः इति विषयः संयोगः तु द्रव्ययोः एव भवति. अतः अत्र अयुतसिद्धत्वं कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यम्. वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोर्मध्ये भवति, द्रव्यक्रियायोर्मध्ये भवति, जातिव्यक्तियोर्मध्ये भवति, परमाणुविशेषयोर्मध्ये भवति. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम्. अयं व्याप्यव्यापकभावः. एवं च यत्र उभयता भवति तत्र समव्याप्तिः इति उच्यते. अत्र एकः प्रश्नः उदेति, अयुक्तसिद्धत्वं समवायसम्बन्धः द्वयोः मध्ये भेदः अस्ति वा न वा इति. अयुक्तसिद्धत्वम् इत्युक्ते स्वभावः, समवायः इत्युक्ते द्वयोः सम्बन्धः. अयुक्तसिद्धत्वं द्वयोः स्वभावः, समवायः द्वयोः सम्बन्धः. द्वयोः इत्युक्ते कयोः? द्वयोः इत्युक्ते अवयव अवयविनोः. अवयव अवयविनोः इत्येव नास्ति वस्तुतः, खलु? समवायसम्बन्धः तु अन्यत्र अपि भवितुम् अर्हति. तत्र पदार्थः यः अस्ति अथवा यौस्तः तयोः इति. अयुतसिद्धत्वमपि भवितुम् अर्हति वा? क्रिया क्रियावतोः गुणगुण तदेव अग्रे पठितवती खलु भवती एव. ओहो, तत्र वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोः मध्ये, द्रव्यक्रियायोः मध्ये. इदानीं तत्र प्रसङ्गः द्रव्यः इत्युक्ते संयोगः केवलं द्रव्ययोः मध्ये एव भवति इति कृत्वा तत्र इदानीं तत्र द्रव्यम् इति स्वीकृतवन्तः. परन्तु अयुतसिद्धत्वं तु अन्यत्र अपि भवति. यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र अयुतसिद्धत्वं, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः इति. अत्र विशेषतः वयं द्रव्यम् इति स्वीकुर्मः. अस्तु, किमर्थम् इत्युक्ते अत्र संयोगः संयोगः इति विषये विषयः अस्ति. अतः द्रव्ययोः एव भवति संयोगः. अतः एव तद् अयुक्तसिद्धत्वं कुत्र कुत्र भवति इत्युक्ते तदेव वयं दृष्टवन्तः. इदानीं द्रव्यगुणयोः मध्ये, द्रव्यक्रियायोर्मध्ये, जातिव्यक्तियोर्मध्ये, परमाणुविशेषयोः मध्ये यत्र यत्र अयुक्तसिद्धत्वं तत्र तत्र समवायसम्बन्धः. विपरीतमपि यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुक्तसिद्धत्वमपि. अयं व्यापकभावः. एवं च यत्र उभयता भवति तत्र समव्याप्तिः इति उच्यते. उभयता इत्युक्ते अयुक्तसिद्धत्वं समवायसम्बन्धः द्वौ अपि वा? इत्युक्ते अत्र यत्र उभयता भवति इत्युक्ते यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम् इति उभयता अस्ति खलु. उभयते व्याप्यव्याप अग्रे आगच्छति. व्याप्यव्यापकभावः नाम किम्, अपि च समव्याप्तिः इति किमर्थम् उच्यते इति अग्रे आगच्छति. तर्हि प्रायः अग्रे स्पष्टः एतत् सर्वं स्पष्टः भवेत्, नो चेत् पुनः किञ्चित् चर्चयामः. महोदय, भवान् पठति वा किञ्चित्? तर्हि व्याप्यव्यापकभावः यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः. वह्निः धूमयोर्मध्ये यदा व्याप्यव्यापकभावः तदा व्याप्यव्यापकभावः ययोर्मध्ये भवति तत्र कुत्रचित् कार्यकारणभावो अपि स्यात् किन्तु सर्वत्र कार्यकारणभावः भवेत् इति नास्ति नियमः वह्निधूमयोः व्याप्यव्यापकभावः अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति धूमः व्याप्यः वह्निः व्यापकः अत्र तयोः कार्यकारणभावः अपि भवति धूमस्य कारणं वह्निः अत्र इदानीं व्याप्यव्यापकभावस्य विषये वदति अत्र उदाहरणमस्ति यत्र धूमः अस्ति तत्र वह्निः अस्ति इति वयं जानीमः अत्र द्वयोः मध्ये व्याप्यव्यापकभावः अस्ति इति यत्र व्याप्यव्यापकभावः अस्ति तत्र यदा कदा कार्यकारणभावः अपि अस्ति इति परन्तु सर्वत्र कार्यकारणभावः भवितुमर्हति न भवितुमर्हति इति अपि अस्ति अत्र एतस्मिन् उदाहरणे वह्निधूमयोर् उदाहरणे अत्र व्याप्यव्यापकभावः अस्ति यत्र धूमः अस्ति तत्र वह्निः अस्ति इति अत्र धूमः व्याप्यः वह्निः व्यापकः इति तत्र कार्यकारणभावः अपि अस्ति इत्युक्ते धूमः कार्यमस्ति वह्निः कारणं भवति इति अग्रे महोदय अधुना यत्र यत्र धूमः तत्र तत्र तत्र वह्निः इति वक्तुं शक्नुमः किन्तु यत्र यत्र वह्निः तत्र तत्र धूमः इति वक्तुं न शक्नुमः यतोहि यत्र वह्निः भवति तत्र कुत्रचित् धूमः न भवति यस्य न्यूनदेशवृत्तिः सः व्याप्यः यस्य अधिकदेशवृत्तिः सः व्यापकः अत्र धूमः व्याप्यः वह्निः व्यापकः विपरीत्या न सम्भवति तदर्थं वह्निधूमयोः समव्याप्तिः नास्ति एकमुखिनी व्याप्तिरेव किन्तु यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम् इत्यत्र समव्याप्तिः वर्तते अतः यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इत्यपि वक्तुं शक्यते आत्मत्वम् इति जातिः सर्वदा आत्मनि अस्ति आत्मनि अपि सर्वदा ज्ञानं भवति एव अनेन आत्मत्वज्ञानयोः समव्याप्तिः प्रकृतौ अयुधसिद्धत्वसमवायसम्बन्धयोः अपि तथैव समव्याप्तिरस्ति अतः इदानीं पुनः धूमवह्निः उदाहरणं स्वीकुर्मः अत्र यत्र यत्र धूमः तत्र तत्र वह्निः अस्ति इति वयं जानीमः परन्तु अत्र यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः अस्ति इति वक्तुं न शक्नुमः अतः कुत्रचित् एव धूमः भवति इति अतः अत्र तत्र न्यूनदेशवृत्तिः अधिकदेशवृत्तिः इति द्वौ स्तः इदानीम् अतः धूमः व्याप्यः वह्निः व्यापकः अत्र सर्वदा धूमः न भवति इति कारणेन तत्र वह्निधूमयोः मध्ये समव्याप्तिः नास्ति इति इत्युक्ते सर्वदा धूमः न भवति इति अतः एकस्मिन् दिशि एव एकस्याम् एकदिशि एव इदानीं भवति इति इत्युक्ते यत्र यत्र यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति वयं जानीमः, परन्तु सर्वदा धूमः नास्ति इति अथवा किं सर्वदा धूमः नास्ति इत्युक्ते किम्? इत्युक्ते वह्निः अस्ति चेत् धूमः अस्ति इति सर्वदा धूमः भवितुमर्हति न भवितुमर्हति किल? हा तदेव, इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति वक्तुं शक्नुमः, परन्तु यत्र यत्र वह्निः तत्र तत्र धूमः इति न भवति खलु? तर्हि एकमुखी एव अस्ति, इत्युक्ते एकदिश्यामेव तथा वक्तुं शक्नुमः इति तत्र धूमः इति सर्वदा न्यूनदेशवृत्तिः, वह्निः इति अधिकदेशवृत्तिः. अतः तत्र समव्याप्तिः नास्ति इति, तत्र एकमुखिनी व्याप्तिः इति अर्थः. तत्र समव्याप्तिः इत्युक्ते किं तर्हि? इत्युक्ते यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति चेत् विपरीतदिशि अपि भवति चेत् समव्याप्तिः भवति इति. इत्युक्ते यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति, तादृशं यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः अस्ति इति भवितुमर्हति चेत् तत्र समव्याप्तिः भवति. परन्तु भवितुमर्हति इति न, इति भवति चेत्, भवति चेत्, इति भवति चेत् समव्याप्तिः भवति. अस्मिन् उदाहरणे तद् न भवति, अतः तत्र समव्याप्तिः नास्ति. तर्हि रामप्रिया भगिनी, इदानीम् अवगतवती वा समव्याप्तिः इत्युक्ते किम् इति? आं भगिनि, इदानीम् अवगतम्. इदानीं पुनः अन्य उदाहरणमपि अस्ति, यत्र यत्र आत्मत्वम् अस्ति तत्र ज्ञानम् अस्ति इति. अतः अत्र यत्र यत्र ज्ञानम् अस्ति तत्र तत्र आत्मत्वमपि अस्ति इति कारणेन तत्र समव्याप्तिः अस्ति. इत्युक्ते यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वं, यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम् इति. अत्र अन्य प्रकृतौ आयुधसिद्धत्वसमवायसम्बन्धयोः अपि तथैव समव्याप्तिः अस्ति. इत्युक्ते पूर्वं वयं दृष्टवन्तः यत्र यत्र आयुधसिद्धत्वमस्ति तत्र तत्र समवायसम्बन्धः अस्ति, अनन्तरं यत्र समवायसम्बन्धः अस्ति तत्र आयुधसिद्धत्वमपि अस्ति इति वयं दृष्टवन्तः. अतः तत्र समव्याप्तिः अस्ति इति. तयोः मध्ये समव्याप्तिः अस्ति, आयुधसिद्धत्वस्य च समवायसम्बन्धस्य मध्ये. उत्तमम्, अग्रे महोदय. आहत्य द्रव्ये अवयव अवयवी भावापन्नयोः एव द्वयोः द्रव्ययोः आयुधसिद्धत्वं भवति. तत्र आयुधसिद्धत्वापन्नयोः द्रव्ययोः परस्परसंयोगः न भवति, युधसिद्धत्वापन्नयोः एव द्रव्ययोः परस्परसंयोगः स्वीक्रियते. इत्युक्ते कपालस्य अन्येन केनापि सह संयोगः भवितुम् अर्हति, न तु स्वस्य कपालस्य घटेन सह. तन्तोः अन्येन सह संयोगः शक्यते, न तु स्वस्य पटेन सह इति इदानीं निश्चितम्. पूर्वं यदुक्तं तदाधारेण एतं नियमम् अङ्गीकुर्मः. अत्र इदानीं द्रव्ये यत्र अवयव अवयविन् भावापन्नयोः इत्युक्ते अत्र एकस्मिन् स्तरे अस्ति इति. अत्र न एकक्षणं महोदय, एकस्मिन् स्थले अस्ति इति नास्ति खलु? तत्र अवयव अवयवी इत्युक्ते किम्? ओ इत्युक्ते अत्र कपाल घटः इति, अत्र कपालः इति तयोर्मध्ये किल अत्र आयुधसिद्धत्वम् इति अस्ति तर्हि सत्यम् अवयव अवयवी इत्युक्ते एकस्मिन् स्थले अस्ति इति तथा अस्माकम् अवगमनं नास्ति खलु एतावत्पर्यन्तम् अत्र अवयव अवयवी भावः अस्ति इति अवयव अवयवी भावः इत्युक्ते तत्र एकं द्रव्यम् अपरं द्रव्यम् आश्रित्य तिष्ठति स्वनाशपर्यन्तम् आश्रित्य तिष्ठति इत्युक्ते तयोः मध्ये अवयव अवयवी भावः खलु अत्र आयुधसिद्धत्वं भवति इति वयं दृष्टवन्तः अत्र एकक्षणं कुत्र एकक्षणं कुत्र युतसिद्धत्वं भवति इति दृष्टवन्तः घटकपालयोः मध्ये घटकपालयोः मध्ये किम् आयुधसिद्धत्वम् अस्ति उत्तमम् अथवा घटः कपालः आयुधसिद्धौ इति वयं दृष्टवन्तः अत्र परस्परसम्बन्धः न भवति इति अस्ति इत्युक्ते यत्र आयुधसिद्धत्वम् अस्ति तत्र परस्परसंयोगः न भवति इति परस्परसम्बन्धः अस्ति समवायसम्बन्धः परन्तु परस्परसंयोगः नास्ति परस्परसंयोगः नास्ति यत्र युधसिद्धत्वं अस्ति द्वयोः द्रव्ययोः मध्ये परस्परसंयोगः अस्ति इति अत्र कपालस्य कपालद्वयम् अस्ति चेत् तत्र संयोगः भवितुं न अर्हति एकक्षणं कपालद्वयम् अस्ति चेत् संयोगः न भवति न न कपालघट घटयोः मध्ये संयोगः न भवति इत्युक्ते अत्र आयुधसिद्धत्वम् अस्ति इति कारणेन परन्तु कपालः अन्य द्रव्येण सह संयोगः भवति कपालस्य संयोगः अन्येन द्रव्येण सह जायते जायते अतः पठन पटस्य उदाहरणे अपि तादृशम् अस्ति अतः तत्र तदादेरेण आयुधसिद्धत्वम् अस्ति चेत् संयोगः नास्ति युधसिद्धत्वम् अस्ति चेत् संयोगः अस्ति इति वयम् अङ्गीकृतवन्तः इत्युक्ते इति नियमः वयम् अङ्गीकर्तुं शक्नुमः इदानीम् इति यत् नूतननियमः वयं स्वीकृतवन्तः तस्य अङ्गीकरणं भवति सम्यक् रामप्रिया भगिनी भवती पठति वा अग्रे एतावत्पर्यन्तं स्पष्टं वा प्रश्नः अस्ति चेत् पृच्छतु मम प्रश्नः नास्ति केवलं पुनः पृच्छामि अत्र शरीरहस्तयोः अपि तदेव किल अत्र आयुधसिद्धत्वम् अस्ति इति भवान् एव वदतु तर्हि शरीरहस्तयोः तत्र कीदृशसम्बन्धः तत्र आयुधसिद्धत्वम् अस्ति इति अहं चिन्तयामि किमर्थम् अत्र अवयव अवयवी भावः अस्ति तत्र मध्ये परन्तु वयं प्रश्नः अस्ति अत्र कपालद्वयसंयोगः भवति इति वयं सर्वदा वदामः तादृशं संयोगः न भवति तत्र परन्तु अत्र अत्रापि अवयव अवयवीभावः अस्ति न कपालद्वयसंयोगः इति किञ्चित् भिन्नवार्ता खलु कपालद्वयसंयोगः भवति यतोहि तयोः मध्ये अयुतशुद्धत्वम् इति नास्ति तयोः मध्ये युतशुद्धत्वमेव अस्ति यतोहि एकः कपालः कपालद्वयम् अस्ति चेत् तस्य आश्रयः पृथक् अस्ति खलु इति कृत्वा पुनः पुनः कपालसंयोगः इति हा कपालघटसंयोगः सत्यम्. इत्युक्ते तत्र कपालयोः मध्ये संयोगः भवति, कपालद्वयमस्ति चेत् तयोः संयोगः भवति इति कृत्वा एव घटः अत्र जायते. परन्तु घटकपालयोः संयोगः न भवति. यथा हस्तशरीरयोः संयोगः न भवति, तत्र तु समानमेव खलु. तद्वदेव हस्तपादयोः मध्ये संयोगः भवति, परन्तु हस्तपादयोः संयोगः भवति इति कृत्वा शरीरे संयोगः न भवति. यथा कपालद्वयसंयोगः भवति इति कृत्वा घटे संयोगः न भवति खलु, तदा तथा. इदानीं स्पष्टं वा? हा स्पष्टं, धन्यवादः. भगिनी पठतु. इदानीं कौ युक्तसिद्धौ इति प्रश्नः. पृथग् आश्रय आश्रितौ, पृथग् आश्रय आश्रितौ, शरीरं पुस्तकं तयोः संयोगः भवति. तौ द्वौ युतसिद्धौ, तयोः स्वभावः कीदृशः इत्युक्ते शरीरं पुस्तकं च उभे द्वे द्रव्ये पृथक् आश्रय आश्रिते भवतः. मम शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति, पुस्तकं तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति. अतः शरीरं पुस्तकं च पृथक् आश्रय आश्रितौ. विग्रहवाक्यम् एवं पृथक् च तौ आश्रयौ च पृथक् आश्रयौ इति कर्मधारयसमासः पृथक् आश्रयौ आश्रितौ पृथक् आश्रय आश्रितौ इति द्वितीया तत्पुरुषसमासः कर्मधारय गर्भद्वितीयतत्पुरुषसमासः. अत्र प्रश्नः उदेति कौ युतसिद्धौ इति. पृथग् आश्रय आश्रितौ इत्युक्ते पृथग् च तौ आश्रयौ पृथगाश्रयौ इति कर्मधारयसमासः भवति. पृथग् आश्रयौ आश्रितौ इति द्वितीया तत्पुरुषसमासः तदेव पृथक् आश्रितौ इति. यदा शरीरं पुस्तकं शरीरपुस्तकयोः मध्ये संयोगः भवति, शरीरं पुस्तकं तौ द्वौ युतसिद्धौ युतसिद्धौ, अतः संयोगः भवति तौ द्वौ युतसिद्धौ इति. तयोः स्वभावः कीदृशः इत्युक्ते शरीरं पुस्तकं च उभे द्वे द्रव्ये पृथग् आश्रय आश्रितौ भवतः. इत्युक्ते ते शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति, पुस्तकं स्वस्य स्वीयानि पृष्ठानि आश्रित्य तद् तिष्ठति, पृथग् आश्रित्य तिष्ठति इति तस्य स्वभावः अस्ति. अतः पृथकं शरीरं द्वौ पृथक् आश्रय आश्रितौ. आं भगिनि. पठामि वा भगिनि? अग्रे पठतु, क्षम्यताम्. पृथग् आश्रय आश्रितौ इति समासस्य विग्रहवाक्ये आश्रयौ इति वक्तव्यं, यतोहि आश्रयद्वयम् अस्ति, तस्य विशेषणं च पृथक्. पृथक् अव्ययम्, अतः तस्य द्विवचनान्ताधिकं किमपि नास्ति. पृथग् आश्रयौ आश्रितौ पृथग् आश्रयौ इत्यत्र द्विवचने द्वितीया विभक्तौ. द्वितीयविभक्तौ पृथग् आश्रयौ किमर्थं स्वीकृतम् इति चेत् द्वितीया तत्पुरुषे द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति सूत्रेण उच्यते केन केन शब्देन द्वितीया तत्पुरुष भवति इति. श्रुत अतीत पतित गत अत्यस्त प्राप्त आपन्न श्रुतातीत पतित गत अत्यस्त प्राप्त आपन्न तत्र श्रुतशब्दः अस्ति श्रुतः इत्यनेन उपसर्गपूर्वकस्यापि ग्रहणम् अतः न केवलं श्रुतशब्दः अपि तु आश्रितशब्दः अपि गृह्यते यथा कृष्णम् आश्रितः कृष्णाश्रितः अत्र पृथगाश्रय आश्रितौ इति समस्तपदम् अस्ति तस्य विग्रहवाक्ये पृथक् च तौ आश्रयौ च पृथगाश्रयौ इति आश्रयौ इति पदमस्ति आश्रयौ किमर्थम् इत्युक्ते आश्रयद्वयम् अस्ति अत्र आश्रयद्वयं तस्य विशेषणं च पृथक् पृथक् आश्रयम् एकस्मिन् द्रव्ये द्वौ आश्रयौ इति वा पृथक् पृथक् वा न पृथक् इति अव्ययमस्ति खलु तर्हि यतोहि तत्र आश्रयौ इति तत्र द्वयमस्ति चेदपि तत्र पृथक् इति अव्ययम् इति कृत्वा तत्र पृथक् इति द्विवचनरूपं नास्ति तस्य तर्हि पृथक् आश्रयौ तस् न न तत् प्रश्नः अस्ति पुस्तकस्य आश्रयं पृथक् शरीरस्य आश्रयं पृथक् इति पृथक् आश्रयौ वा इति मम प्रश्नः तदेव तत्र शरीरस्य आश्रयः पृथक् पुस्तकस्य आश्रयः पृथक् तर्हि पुस्तकशरीरं शरीरौ पृथक् आश्रयौ इति वदामः चेत् तत्र वस्तुतः पुस्तकस्य आश्रयः तस्मिन् आश्रितः खलु पुस्तकस्य आश्रयः पृथक् तस्मिन् आश्रितः पृथक् आश्रये आश्रितः इति पुस्तकं तद्वत् शरीरस्य पृथक् आश्रयः तस्मिन् आश्रितः इति शरीरः तर्हि तौ द्वौ पृथक् आश्रय आश्रितौ पृथक् इति अव्ययम् अतः द्विवचनान्त अधिकं किमपि नास्ति इति अस्ति आम् अव्ययमस्ति तस्य द्विवचनान्तं नास्ति तदेव द्विवचने द्वितीया विभक्तौ अस्ति पृथग् आश्रयौ आश्रितौ अतः एव द्वितीया तत्पुरुषसमासः किमर्थं स्वीकृतं चेत् तस्य सूत्रमस्ति द्वितीयाश्रित अतीत पतित गत अत्यस्त प्राप्त आपन्नैः इति तत्र श्रुतः इति शब्दः अस्ति श्रुतः उपसर्गपूर्वकस्यापि ग्रहणं तस्यैव आश्रितः इति शब्दः भवति उदाहरणरूपेण कृष्णम् आश्रितः कृष्णाश्रितः इति समस्तपदम् सम्यक् अग्रे भगिनि यद्यपि पृथग् आश्रय आश्रितौ इति समासस्य कृते सप्तमी तत्पुरुषस्य विधायकसूत्रं नास्ति सप्तमी शौण्डैः इति सूत्रेण शौण्डादिगणे पठितानां शब्दानां सप्तमी तत्पुरुषः अक्षेषु शौण्डः अक्षशौण्डः किल्ड् इन् डैस् अक्ष धूर्तः कन्निङ्ग् इन् डैस् अक्षकीतवः गेम्स्टर् इन् डैस् शौण्डादिगणे शौण्ड धूर्त कितव व्याड प्रवीण संवित अन्तर वनेन्तः वनान्तः पटु पण्डित कुशल चपल निपुण किन्तु पृथगाश्रयाश्रितौ इति सप्तमी तत्पुरुषत्वेन प्रयोगे लभ्यते चेत् दोषः न स्यात् यतोहि सप्तमी शौण्डैः इति सूत्रे अविद्यमानैः शब्दैः बहुत्र लोके सप्तमी तत्पुरुषसमासः कृतः पृथगाश्रययोः आश्रितौ तदापि अत्र द्वितीया विभक्तौ सूत्रमस्ति एव अतः द्वितीया तत्पुरुषसमासः स्वीक्रियते पृथगाश्रय आश्रितौ अत्र पृथगाश्रय आश्रितौ इति पदे समस्तपदे सप्तमी तत्पुरुषसमासस्य सप्तमी तत्पुरुषसमासविधायकसूत्रं नास्ति इति द्वितीयतत्पुरुषसमासं स्वीकृ स्वीकृतवन्तः इति एव अर्थः किल भगिनि? इत्युक्ते तत्र साक्षात् नास्ति इति, इत्युक्ते सप्तमी शौण्डैः इति सूत्रेण तत्र बहुत्र तत्र समासः साधितः अस्ति, अत्रापि तथा साधयितुं शक्नुमः. इत्युक्ते किमर्थं प्रश्नः आगच्छति चेत् तत्र यदा वयं तत्र आश्रयः आश्रितः इति पदम् उपयोगं कुर्मः तत्र साधारणतया सप्तमी विभक्ति एव प्रयुज्यामहे खलु, यतोहि तत्र तस्मिन् आश्रितः इति एव साधारणतया अस्माकं प्रयोगः. परन्तु तत्र कर्मधारे क्षम्यतां द्वितीयतत्पुरुषसमासस्य कृते साक्षात् सूत्रमस्ति इति कृत्वा तत्र श्रुत इति पदमस्ति चेत् तेन सह तत्र द्वितीयतत्पुरुषसमासः तत्र द्वितीयतत्पुरुषः समस्यते इति कृत्वा अत्र द्वितीयतत्पुरुषः एव स्वीकृतः, न तु सप्तमी इत्येव. यदा स्वीकरणीयं चेदपि दोषः न इति अपि अस्ति किल सप्तमी शौण्डैः? हा हा सत्यं सत्यं, सप्तमी शौण्डैः इति कृत्वा अत्र कर्तुं शक्नुमः, परन्तु तस्य आवश्यकता नास्ति यतोहि तत्र साक्षात् सूत्रमस्ति श्रुत इत्यस्य कृते. तावदेव किल अत्र? हा सत्यम्, अग्रे पठतु भगिनि. इदानीं युतसिद्धत्वम् इत्यस्य तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणम् एतद् एव. द्वयोः द्रव्ययोः मध्ये एकस्य नाशपर्यन्तं तद् अन्य आश्रित्य यदि तिष्ठति तर्हि अयुतसिद्धम्. अत्र विद्याधर्यां विवरणं किञ्चित् भिन्नरीत्या उच्यते, किन्तु एतत् विवरणमपि सङ्गच्छते तत्र पृथक् आश्रय आश्रितौ. यत्र यत्र युद्धसिद्धत्वं वर्तते तत्र तत्र पृथक् आश्रय आश्रित्वम् अस्ति एव. अत्र पुस्तके तर्क सङ्ग्रह पुस्तके एतद् युद्धसिद्धत्वं विषये एतद् विवरणम् अस्ति अस्ति इति अत्र दीयते. द्वयोः द्रव्ययोः मध्ये एकस्य नाशपर्यन्तं अन्यदाश्रित्य यदि तिष्ठति तर्हि अयुक्तसिद्धम् इति अस्ति. तत्र भिन्नरीत्या विवरणम् अस्ति इति अपि अस्ति, परन्तु तस्य अर्थः एतदेव पृथग् आश्रय आश्रितौ इति एव. तत्र एकक्षणम् एकक्षणम्, अत्र भिन्नरीत्या इत्युक्ते किम् अस्ति? भिन्नरीत्या उच्यते इत्युक्ते विवरणं भिन्नरीत्या उच्यते इति वा? तत्र भिन्नरीत्या इत्युक्ते किं, तत्र किम् अस्ति अत्र भिन्नरीत्या यद्विवरणम् अस्ति तत् किम् अस्ति पुस्तके वा? हा इत्युक्ते अत्र अस्ति खलु युतसिद्ध तर्कसङ्ग्रहे अपि च दीपिकायां विद्यमानं विवरणम् अस्ति अयुतसिद्ध. हा इत्युक्ते अयुतसिद्धत्वम् इति ते अयुतसिद्धत्वं नाम किम् इति ते उक्तवन्तः. अत्र अयुतसिद्धत्वम् इत्युक्ते मध्ये एकस्य नाशपर्यन्तं तद् अन्यत् आश्रित्य एव तिष्ठति इति अयुतसिद्धम् इति अयुतसिद्धत्वम् अयुतसिद्धं. यत्र तादृशसम्बन्धः नास्ति अत्र युतसिद्धत्वम् इति वयं इति विवरणमस्ति तर्कसङ्ग्रहे अपि च दीपिकायां, परन्तु विद्याधर्यां भिन्नरीत्या अस्ति इति अस्ति खलु, तत् किम् इति मम प्रश्नः. यत्र अहं चिन्तितवती तर्कसङ्ग्रहः एव मम पुस्तकम् इति, न न तर्कसङ्ग्रहः इति एव मूलपुस्तकमस्ति, परन्तु यद् वयं विद्याधर्यां सत्यं, तर्हि विद्याधर्याः विद्याधर्यां यद्विवरणम् अस्ति तत् किञ्चित् भिन्नमस्ति खलु, तत् किम् इति चेत् तद् पूर्वं वयं दृष्टवन्तः हा इत्युक्ते युतसिद्धिः इत्यस्य पृथक् सिद्धिः पृथक् अवस्थितिः इति अर्थः इत्युक्ते तत्र पृथक् आश्रय आश्रितौ इति तस्मात् एव पृथक् आश्रय आश्रितौ इति आगच्छति खलु पृथक् आश्रये स्थितिः इति अर्थः इत्युक्ते पृथक् आश्रयौ तस्मिन् आश्रितौ इति पृथक् पृथक् इति तद् आश्रित्य यदि तिष्ठति तर्हि अयुक्तसिद्धम् इति तर्कसङ्ग्रहे हा तर्कसङ्ग्रहे अस्ति विवरणं यत्र एकः एकं द्रव्यम् अन्यत् द्रव्यम् आश्रित्य तिष्ठति स्वनाशपर्यन्तम् आश्रित्य तिष्ठति चेत् तयोः मध्ये अयुतसिद्धत्वम् परन्तु विद्याधर्यां यद्विवरणमस्ति तद् युतसिद्धत्वस्य विवरणम् इत्युक्ते पृथक् आश्रय आश्रितत्वम् इति इत्युक्ते द्रव्यद्वयं तयोः मध्ये पृथक् आश्रयः तस्मिन् आश्रितः इति भावः अस्ति चेत् तयोः मध्ये युतसिद्धत्वं युतसिद्धत्वं भिन्नरीत्या अस्ति भिन्न तदर्थमेव तत्र भिन्नरीत्या उच्यते परन्तु विवरणमपि सङ्गच्छते इत्युक्ते तदेव तस्मिन्नेव दिशि गच्छति इति समानमेव सत्यं तस्मिन्नेव दिशि गच्छते उत्तमम् तर्हि अग्रे पठतु भगिनि पृथग् आश्रय आश्रित्वं नाम किम् इति चेत् वृक्षः स्व अवयवे स्थितः पक्षी स्व अवयवे च वृक्षः पक्षी च युतसिद्धौ यतोहि वृक्षस्य आश्रयः पृथक् पक्षिणः आश्रयः पृथक् वृक्षस्य आश्रयः पक्षिणः च आश्रयः इति परस्परं पृथक् इत्यस्मात् वृक्षः पक्षी च युतसिद्धौ अतः उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः क्रियायाः पक्षिणः वृक्षस्य च संयोगः भवति एवं शरीरं तरुश्च अवयवस्थितौ इति द्वितीयम् उदाहरणं ततः हस्तक्रियया हस्ततरुसंयोगः तेन च शरीरतरुसंयोगः इति हि स्थितम् अत्र पृथग् आश्रयत्वम् इत्युक्ते किम् इति विवरणमस्ति पृथक्श्रय आश्रितत्वम् आश्रय आश्रितत्वम् आश्रय आश्रितत्वम् इत्युक्ते किम् इति वृक्षः स्व अवयवे स्थितः इत्युक्ते स्व आश्रये स्थितः इति अपि वक्तुं शक्नुमः किल सत्यं पक्षी अपि स्व अवयवे स्थितः अस्ति पक्षिः वृक्षः युतसिद्धौ किमर्थम् इत्युक्ते वृक्षस्य आश्रयः पृथक् अस्ति पक्षिणः आश्रयः पृथक् अस्ति परस्परं पृथक् इति तौ द्वौ युतसिद्धौ इत्युक्ते वृक्षस्य आश्रयः वृक्षस्य अवयवः पक्षिणः आश्रयः पक्षिणः अवयवः अतः उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः पक्षिणः क्रियायां जायते कर्मजः संयोगः इत्युक्ते पक्षिणी उत्पन्नायां क्रियायां पुनः पक्षिणी कर्मजः संयोगः जायते तत्र उत्पन्नायां क्रियायाम् इत्युक्ते एतत् क्रिया उत्पन्ना भवति पक्षिणी तत्र उत्पन्नायां क्रियायाम् इति किमर्थं सप्तमीविभक्त्यामस्ति उत्पन्नायां क्रियायां पक्षिणी इति पक्षिणी अपि सप्तमीविभक्ति अस्ति खलु सप्ते उत्पन्नायां क्रियायां पक्षिणी सतिसप्तमी सतिसप्तमी एव किल उत्पन्नायां क्रियायां पक्षिणी सति कर्मजः संयोगः पुनः जायते. उत्पन्नायां क्रियायां सति पक्षिणी कर्मजः संयोगः जायते पुनः. क्रियायाः पक्षिणः वृक्षस्य च संयोगो भवति. यदा क्रियायाः पक्षिणः वृक्षस्य च संयोगः भवति क्रियायाः. क्रियायाः इति तत्र विभक्तिः का अत्र पञ्चमी? सत्यं, हेतुपञ्चमी. क्रियायाः हेतुपञ्चमी. तस्मात् क्रियायाः पक्षिणीः वृक्षस्य च संयोगः भवति. एवं शरीरं तरुश्च स्व अवयवे स्थितौ इति द्वितीयम् उदाहरणमस्ति. शरीरं तरुः च स्व अवयवे स्थितौ, तौ द्वौ युतसिद्धौ. ततः हस्तक्रियाया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति हि स्थितम्. यदा हस्तक्रिया भवति क्रियया, तत्र हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः भवति इति. तर्हि अत्र कौ द्वौ युतसिद्धौ? अत्र शरीर तरु क्षमितम् अत्र हस्त हस्तक्रियाया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति स्थितं. हस्तशरीर युतसिद्धौ. हस्तशरीरयुतसिद्धौ वा? हस्तक्रियया हस्ततरुसंयोगः भवति. तर्हि हस्तक्रियया हस्ततरुसंयोगः भवति इत्युक्ते अत्र कौ द्वौ, कौ द्वौ युतसिद्धौ अथवा युतसिद्धौ? हस्ततरु. हस्ततरु किं तत्र अयुतसिद्धौ वा युतसिद्धौ वा? हस्ततरु युतसिद्धौ. हस्ततरुयुतसिद्धौ. किमर्थं हस्ततरुयुतसिद्धौ? किमर्थम् इत्युक्ते तत्र संयोगः जायते, पृथगाश्रयः भवति. हा, तत्र युतसिद्धौ इति कृत्वा संयोगः जायते खलु? संयोगः जायते इति कृत्वा युतसिद्धौ इति वक्तुं न शक्नुमः. आश्रयः पृथक् अस्ति. हस्तस्य आश्रयः स्व अवयवी, स्वसमवायि, स्व अवयवः. तरु तस्य अवयवः. इत्युक्ते तत्र तयोः हस्ततरु इति तौ पृथकाश्रय आश्रितौ इति कृत्वा तौ युतसिद्धौ. युतसिद्धौ तयोः मध्ये संयोगः भवति. तदनन्तरं तेन कौ शरीरतरुसंयोगः भवति. तत्र शरीरतरु मध्ये शरीरतरु अपि युतसिद्धौ. अत्र कौ द्वौ अयुतसिद्धौ? कौ द्वौ द्वौ अयुतसिद्धौ वा? हस्तशरीर अयुतसिद्धौ. अवयव अवयविनोः मध्ये समवायसम्बन्धः. हा, परन्तु समवायसम्बन्धः इति कृत्वा अयुतसिद्धत्वम् इति नास्ति खलु? नास्ति. आम्, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. वस्तुतः समव्याप्ति अस्ति, परन्तु कार्यकारणभावः इति तथा वक्तुं न शक्नुमः. तर्हि हस्तशरीरमध्ये तत्र एकं तत्र विद्याधरी क्षम्यतां तर्कसङ्ग्रहे यद् विवरणम् अस्ति यत् तद् आधारेण वदामः चेत् तत्र एकस्य नाशपर्यन्तं तद् अन्यत् आश्रित्य तिष्ठति खलु. तत्र तत्र शरीरः स्वनाशपर्यन्तं हस्तमाश्रित्य तिष्ठति इति कृत्वा शरीरहस्तयोः मध्ये अयुतसिद्धत्वम् इति वक्तुं शक्नुमः. अयुतस् उत्तमम्. अस्तु, तर्हि अद्य अत्र स्थगयामः. प्रश्नः अस्ति चेत् तत्र आगामिकक्षायां किञ्चित् चर्चयित्वा अग्रे गन्तुं शक्नुमः. तर्हि धन्यवादः, शुभरात्रिः. धन्यवादः भगिनि. नमस्ते, शुभरात्रिः. नमस्ते.